नमस्कारः, सुप्रभातम्. अद्यतनकरपत्रमस्ति अष्टाध्यायां सूत्राणां बलाबलम् इति करपत्रं प्रवर्तमानः अस्ति. तर्हि तत्र गते सप्ताहे किं दृष्टम् इत्युक्ते अन्तरङ्गस्य विषये चर्चा जायमाना अस्ति. तर्हि तत्र अन्तरङ्गम् इति विषये विभागद्वयं वर्तते. पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गम् इति भागः. तत्र किं गते सप्ताहे अस्माभिः किं दृष्टम् इत्युक्ते संज्ञा शब्दनिमित्तिकं वा यत्र वयं अन्तरङ्गम् इति विषये पठामः, तर्हि निमित्तम् इति पश्यामः. तर्हि शब्दनिमित्तिकं वा स्वीकरणीयं, नो चेत् किमस्ति अर्थनिमित्तिकं वा भवितुमर्हति वा, नो चेत् किमस्ति संज्ञानिमित्तिकं वा इति दृष्टान्तः प्रवर्तमानः अस्ति. तर्हि संज्ञा इति संज्ञनम् एव पाणिनीयसूत्राणि संज्ञनम् एव अपेक्षते, संज्ञा न अपेक्षते इति कृत्वा संज्ञा मास्तु इति दृष्टम्. अग्रे अधुना पश्यामः. भगिनी पठति किं, मलर् भगिनी? आम् भगिनि, संज्ञा इत्यस्य उदाहरणं दृष्टम्. अधुना अर्थस्य स्त्रीलिङ्गे त्रिशब्दः योगः आम् प्रत्ययः तिसृणां त्रिचतुरोस्त्रियां तिसृचतुस्रु इत्यनेन स्त्रियां त्रिस्थाने तिसृचतुस्थाने चतुस्रु विभक्तिसंज्ञा प्रत्यये परे ह्रस्वाद्यपो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तदा नामी इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामी परे रामाणां न तिसृचतुस्रु इत्यनेन तिसृचतुस्रु इत्यनयोः नामी दीर्घो न भवति न तिसृचतुस्रु इति सूत्रं नामी इत्यस्य बाधकसूत्रम् योगः आम् इति स्थितौ ते त्रयः इत्यनेन त्रयादेशः त्रिचतुरो स्त्रियां त्रिचतुरु तिसृचतुस्रु इत्यनेन तिसृ आदेशः द्वयोः प्रसक्तिः त्रे त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे त्रिचतुस्रो स्त्रियां तिसृचतुस्रु इत्यनेन स्त्रियां त्रिस्थाने तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात् तिसृ आदेशस्य प्राप्तिः. अत्र ह्रस्वनन्द्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तिसृ योगः नाम तदा नामि इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिसृचतुस्रु इत्यनेन तिसृणाम् इति रूपम्. इदानीं वयम् अर्थम् आदृतवन्तः, अर्थं स्वीकृत्य भगिनि. आम् आम् वदतु भगिनि, सुखवाक्यैः वदतु. स्त्रीलिङ्गे स्त्रीशब्दः योगः आम् इति प्रत्यये परे तिसृणाम् इति रूपं भवति. अत्र त्रिचतुरोस्त्रियां त्रिसृचतुर्सु इति सूत्रस्य प्रसक्तिः अस्ति. अतः त्रिस्थाने त्रिसु इति रूपं भवति. तदनन्तरं ह्रस्वन्त्यापो नुट् इति सूत्रेण न नुट् आगमः भवति. ततः तदनन्तरं नामी इति सूत्रेण अङ्गात् दीर्घः भवति. परन्तु एकः सूत्रम् अन्यसूत्रम् अस्ति न तिसृ चतुस्रु इति. अतः अत्र तिसृ इति शब्दे नामी इति न भवितुम् अर्हति. अतः तिसृ योगः नाम तिसृ नाम इति रूपं भवति. अनन्तरं त्रयस्त्रयः इति एकं सूत्रमस्ति, तदपि अत्र कार्यं करोति. त्रियोगः आम् इति प्रत्यये परे त्रिस्थाने त्रयः रूपं भवति. त्रयः योगः आम् तद् नाम इति सूत्रेण त्रययोगः नाम इति रूपं भवति. तदनन्तरं त्रयाणाम् इति रूपं भवति. अत्र न तिसु चतुर्षु इत्यस्य सूत्रस्य प्रसक्तिः नास्ति, अतः त्रयाणाम् इति तिसृणाम् इति रूपं भवति. तर्हि प्रश्नः अस्ति, अस्माकं प्रश्नः अस्ति, सामान्यतया किं वदामः रामाणाम् इति षष्टि बहु यत्र षष्टिविभक्तिः बहुवचने रामाणाम् अनन्तरं महोदयानां नदीनाम् इति सर्वत्र तु दीर्घः भवति खलु. तर्हि अत्र यत्र वयं तिसृ इति आगच्छति स्त्री यत्र स्त्रीविवक्षायां यत्र तिसृ अनन्तरं चतस्र इति आगच्छति, तत्र तिसॄणां चतसॄणाम् इति दीर्घः भवति किम् इति प्रश्नः. तर्हि प्रश्ने सति महोदयः अत्र प्रक्रिया का इति उक्तवान्. सामान् एकः सोपानं किम् इत्युक्ते प्रथमं तु त्रिशब्दः इति शब्दः तु त्रिशब्दः अस्ति. तर्हि त्रियोगः आम् इति अस्ति अस्माकं प्रत्ययः, तस्मिन् समये बहुवचने तु आम् अस्ति खलु, तस्मिन् समये त्रिचतुरोस्त्रियां तिसृचतुस्त्र इति सूत्रेण स्त्रियाम् अस्ति खलु. अधुना अस्माकं स्त्रीविवक्षायां वयं विवक्षा अस्ति, तर्हि तिसृ इति आयाति आदेशः, त्रि इत्यस्य स्थाने तिसृ इति आगच्छति. अनन्तरं द्वितीयमस्ति एकम् अन्यदपि कार्यद्वयं वर्तते. ह्रस्वनद्यापो नुट् इति सूत्रेण नुट् आगमः स्यात्, किन्तु तद् प्रबाद्य अनन्तरं नामी इति आगच्छति. नामी इत्यनेन आम् प्रत्यये परे तु नुट् आगमः न भवति इति वदति नामी. तदपि अन्यत् कार्यं सोपानं प्रवर्तते अधुना. तर्हि तर्हि तिसृ योगः आम् इति स्थितौ न तिसृ सामान्यतया किं भवति, क्षम्यतां, नामी इत्यनेन अङ्गस्य दीर्घः भवति नामी प्रत्यये परे. अधुना नाम् इति आगच्छति, नुमागमः भूत्वा नामी इत्यनेन दीर्घः भवति स्म, किन्तु न तिसृ चतस्र इति सूत्रेण तत्र दीर्घः न भवति, तर्हि तिसृणाम् इति एव तिष्ठति. तथा एव द्वितीयम् सूत्रं नामी इत्यस्य बाधकसूत्रं नामी अपि चतुर्चतस्र इत्यस्य बाधकसूत्रम् अपवादसूत्रमपि बाधकसूत्रं समानमेव न भगिनि. अपवादसूत्रे बाधकम् इत्युक्ते यत्र सूत्रद्वयं प्रवर्तते, यत्र पूर्वपर इति अपि आगच्छति, पूर्वपर अनन्तरम् अन्तरङ्गसूत्रं तत्र आगच्छति. तर्हि यत् पूर्वसूत्रं बाधयते, बाधयित्वा कार्यं करोति, तत्तु बाधकसूत्रम् इति वदति. भगिनि बाधकसूत्रं तु स्वतन्त्रतया कार्यं न करोति. अन्यसूत्र तस्य प्रसक्तिः अस्ति चेत् तत् बाधयति, नो चेत् स्वतन्त्रतया कार्यं न करोति. किन्तु अपवादसूत्रं तस्य कार्यं भवति एव. सत्यम्, अपवादः आयाति, तदपि तत्रापि वयं बाधयति इति वक्तुं शक्यते. अस्माकं बाधकसूत्रम् इति वक्तुं शक्यते. यत्र यत्र पूर्वसूत्रस्य बाधकसूत्रमस्ति परसूत्रं, किमर्थं बाधयित्वा कार्यं करोति. अनन्तरं परसूत्रस्य बाधकसूत्रम् अन्तरङ्गसूत्रम्, अन्तरङ्गस्य बाधकं नित्यसूत्रम् इति नित्य अन्तरङ्ग खलु, त्रिनित्यसूत्रम्. अनन्तरं नित्यस्य बाधकं भवति अन्तरङ्गम्, अन्तरङ्गस्य बाधकं भवति अपवादसूत्रम् इति मम अवगमनं. तथा नास्ति किम्? आम्, तर्हि महोदयं पृष्ट्वा वदामि तर्हि अत्र भवत्याः प्रश्नः कः आसीत् भगिनि? अनतिसृशतस्र इत्यनेन इति सूत्रं नामी इत्यस्य बाधकसूत्रम्, नामी इति सूत्रं वदति दीर्घः भवतु इति वदति, न तिसृशतस्र वदति न दीर्घः मास्तु, यत्र निदीर्घः मास्तु इति न तिसृशतस्र इत्युक्ते बाधयति खलु, कार्यं बाधयति. यत् नामी इति सूत्रम् आगत्य कार्यं कर्तुम् इच्छति तत् तत् कार्यं न तिसृशतस्र बाधयति इति कृत्वा बाधकसूत्रम् इति उक्तं. तर्हि केवलं तिसृणाम् इत्येव तिष्ठति इति. अग्रे उच्यते कत्र किमर्थम् अर्थः इति विषयः कुत्र आगच्छति इति. अग्रे मीना भगिनी पठति किं भगिनि? कुत्र अस्यां प्रक्रियायां भगिनि? आम् आम् आम् श्रूयते वा? श्रूयते वा? तिसृणाम् इति रूपम् अस्यां प्रक्रियायां त्रिचतस्रोस्त्रियां तिसृचतस्रे इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेश विधायकशास्त्रं बहिरङ्गं भवति त्रयस्त्रयः इति त्रयादेशविधायकशास्त्रं प्रति. अहं पुनरपि पठामि वा भगिनि? अस्यां प्रक्रियायां त्रिचतुरोस्त्रियां तिसृचतस्रे इत्यस्मिन् स्त्रियाम् इति कारणेन स्वीक्रियते चेत् तिसृ आदेशस्थिता विधायकशास्त्रं बहिरङ्गं भवति त्रयस्रयः. ओ त्रय त्रयस्रयः अन्तरङ्गं भवति इति त्रयादेशो विधायकशास्त्रं प्रति. त्रिचतस्रोस्त्रियां तिसृचतस्रे इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतस्र विभक्तिसंज्ञकप्रत्यये परे त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आं प्रत्यये परे. उभयत्र परनिमित्तकत्वं स्त्रियाम् इत्यस्य अर्थ हरि ओं भगिनी न श्रूयते. भगिनी न श्रोतुं शक्नुमः भगिनि? भगिनी न श्रूयते भगिनि. मलर् भगिनी श्रोतुं शक्नोति किम्? आं भगिनि. यतोहि त्रयस्त्रयः अहम् उच्चैः वदामि. यतोहि त्रयस्त्रयः इति सूत्रे श्रूयते वा? आमाम् अधुना श्रूयते. मध्ये तु किमपि मया न श्रुतम्. यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति. अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्मात् च दीर्घत्वस्य निषेधकसूत्रं न चतुर्सदस्र व्यर्थं तन्न भवेत्. अत्र त्रिचतुर्थस्त्रियां चतुर्सदस्र इति स्त्रियाम् इत्यस्य अर्थनिमित्तं, तस्मात् यत् अर्थनिमित्त निमित्तिकत्वं निमित्तिकत्वं स्वीक्रियते चेत् तिसृ आदेशः बहिरङ्गं भवति त्रयस्त्रयः अपेक्षया. अवगच्छति किं भगिनि, किमर्थं बहिरङ्गम् इति वदामः? यदि स्त्रियाम् इति अपि निमित्तम् इति स्वीकुर्मः चेत् किमर्थं तिसृ किमर्थं त्रिचतुरो स्त्रियां तिसृचतस्रि इति सूत्रं बहिरङ्गं भवति इति अवगच्छति किम्? निमित्तम् अधिकमेव आं भगिनि, तदपि स्त्रियाम् इत्यपि वयं निमित्तम् इति स्वीकुर्मः चेत् अधिकाः निमित्तानि अधिक अधिकानि निमित्तानि तस्मात् त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. त्रिचतुरोः स्त्रियां त्रिसु चतुरस्रि इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुस्थाने चतुस्रि विभक्तिसंज्ञकप्रत्यये परे विभक्तिसंज्ञकप्रत्यये परे एव त्रि तिसृ चतुर् चतुर्स्थाने चतुस्रि भवति. त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आं प्रत्यये परे केवलम्. अत्र किमपि विभक्तिप्रत्ययः प्रत्यये परे त्रिस्थाने तिसृ चतुस्थाने चतुस्रे भवति. त्रयस्त्रयः इति सूत्रं सूचयति आं प्रत्यये परे केवलं त्रिस्थाने त्रयः त्रिस्थाने त्रयादेशः भवति. उभयत्र परनिमित्तिकं अन्यत्र अन्यत्र निमित्तमस्ति. अतः स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् पितृशतस्रोत्रस्य बहिरङ्गं भवति, ते स्त्रयः अन्तरङ्गं भवति. यत् सूत्रं यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति अनेन कारणेन अन्तरङ्गमोके भवति. अस्यां स्थितायां तिसृ आदेशस्य अभावात् दीर्घत्वमपि न भवति. नामि परे दीर्घत्वं भवति, तिसृणाम् इति भवितव्यं. तस्मात् च न चतुर्चतस्र दीर्घत्वं न भवति. तस्मात् न चतुर्चतस्र अपि सूत्रं वदति दीर्घं न भवति. अपवादसूत्रं तत् सूत्रं व्यर्थं भविष्यति, तत् न भवेत् इति वदति. उत्तमं भगिनि, आम् भगिनी इत्युक्तं तदेव अस्ति. यत्र वयं स्त्रियाम् इत्यपि निमित्तम् इति स्वीकुर्मः चेत् अर्थः अस्ति खलु स्त्रियाम् इति अर्थनिमित्तिकत्वम् अस्ति, तर्हि तदपि अर्थमस्ति, अर्थं बोधयति स्त्रीप्रत्यये परे इति तावदेव. तर्हि स्त्रियाम् इति निमित्तम् इति वयं स्वीकुर्मः चेत् बहिरङ्गं भवति सूत्रं. त्रिचतुरो स्त्रियां तिसृ चतुस्रु चतस्रु इति सूत्रं बहिरङ्गं भवति किं प्रति तेस्त्रयः त्रयस्त्रयः इति सूत्रं प्रति. यत्र तु परनिमित्तिकत्वम् अस्ति, एकं वदति केवलं त्रयस्त्रयः इति वदामः चेत् तस्य तु कार्यक्षेत्रं न्यूनमपि अस्ति, केवलम् आं प्रत्यये परे एव तेस्त्रयः कार्यं करोति. तिसृ चतस्रु त्रिचतुरो स्त्रियां तिसृ चतस्रु इति सूत्रं सर्वेषां विभक्तिसंज्ञकप्रत्यये परे अपि कार्यं करोति. तर्हि न्यूनकार्यक्षेत्रमस्ति त्रयस्त्रयः इति मत्वा वयं किं कुर्मः, तत्र पूर्वपर अपि बाधः न भवति. किन्तु यत्र बहिरङ्गम् अस्ति तिसृचतस् किम् अस्ति त्रयस्त्रयः इति सूत्रं बहिरङ्गं वर्तते इति कृत्वा तस्य कार्यं भवति. तस्य कार्यं भवति चेत् किम् अस्ति अत्र त्रयादेशः भवति, तस्मिन् स्थित्यां किं भवति इत्युक्ते अत्र अस्माकं दीर्घ बाधकं सूत्रमस्ति खलु, दीर्घत्वं बाधकसूत्रं यत्र नामि इति आगत्य अनन्तरं न तिसृ चतस् इति सूत्रस्य कार्यमेव नास्ति, व्यर्थः भवति सूत्रम् इति कृत्वा पाणिनेः सूत्रं किमर्थं पाणिनिः तर्हि तथा लिखितवान् इति प्रश्नः उदेति खलु. सूत्रस्य आवश्यकता एव न वर्तते इति कृत्वा तन्न स्यात् इति कृत्वा वयं स्त्रियाम् इति यत्र अर्थं बोधनं भवति तद् वयं निमित्तमिति न स्वीकुर्मः. तर्हि अस्माकं पाणिनीयसूत्रेषु निमित्तम् इति पृच्छामः चेत् यत्र संज्ञा अपि निमित्तं न निमित्तमिति न स्वीकुर्मः, संज्ञी इत्येव अपेक्षते सूत्रेषु. अर्थबोधकत्वम् अपि वयं निमित्तमिति न स्वीकुर्मः इति यत्र बलाबलचिन्तनं भवति तर्हि तत्र वयं निमित्तमिति अर्थबोधकत्वं वयं निमित्तमिति न स्वीकुर्मः इति. अस्तु भगिनि, धन्यवादः भगिनि. अग्रे मलर् भगिनि पठति किम्? आम् भगिनि. यदि च स्त्रियादेशस्य अनन्तरं स्थानिवद्भावेन तिष्ठ आदेशः उच्येत् तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसु चतुस्सु इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति. यतोहि या रीत्या तिसु आदेशस्य अपेक्षया क्रियादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिसु आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसु आदेशः स्यात् पुनः लक्ष्ये लक्ष्यान्येन दीर्घ आदेशः न भवति. अस्यां दशायां न तिसु चतुर्षु इति दीर्घनिर्देशकसूत्रं व्यर्थं भवति एव. अस्य निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते. यदि वयं तिसु च त्रियादेश यदि अहं न तिसु चतुर्षु इति सूत्रं व्यक्तं न भवनीयम् इति इति चिन्तनीयं चेत् तिसु आदेशस्य अनन्तरं स्थानिवत् भावेन तिसु आदेशः इति उच्येत् तिसु इति स्थानि अस्ति इति कृत्वा न तिसु चतुर्षु इति सूत्रं उपयोगं इत्यस्य अवसरः स्यात् कथनेन अपि तदापि न भवति वा यदि स्थानिवद्भावेन अपि यद्यपि एवं चिन्तयामः किमस्ति अन्तरङ्गम् अस्ति इति कृत्वा त्रयस्त्रयः अन्तरङ्गसूत्रम् इति मत्वा वयं प्रथमं अर्थनिमित्तिकत्वम् अपि स्वीकृत्य स्त्रियाम् इत्यपि निमित्तमिति स्वीकृत्य त्रयस्त्रयः इति अन्तरङ्गं भवति खलु. तर्हि त्रयादेशः भवति तस्मिन् स्थित्यां वयं पुनः त्रिचतुरस्त्रियां तिसृचतस्र इति सूत्रं केवलं स्थानिवद्भावेन स्वीकुर्मः. स्थानिवद्भावः इत्युक्ते कदाचित् धातोः एकस्य धातोः स्थाने अन्यधातुः आगच्छति खलु. उदाहरणार्थं वयं यत्र अकर्मणि रूपं पश्यामः चेत् भूधातु अस्धातोः तु भू इति आदेशः भवति. तर्हि भूधातोः भूयते इति रूपम्, अस्धातोः अपि भूयते इत्येव रूपम्. तथा एव पादातोः पिब इति आदेशः भवति क्षितिपरे इति दृष्टवन्तः. पामाग्रा इति किमपि सूत्रं पठितवन्तः खलु. एतत् न पठितं किम्? क्षम्यतां, न पठितम् अस्मिन् गणे न पठितं. किन्तु यत्र वयं यत्र पा इति धातुः अस्ति किन्तु अयं किं लति किं रूपम् अस्ति पिब इति आगच्छति पिबति इति. तत्र तु पा इति धातुसंज्ञा वर्तते. पिब इत्यस्य अपि स्थानिवद्भावेन पा इत्यस्य स्थाने पिब इति शब्दः आयाति इति कृत्वा पिब इत्यस्यापि धातुसंज्ञा वर्तते. तथा वयं स्वीकुर्मः चेत् यत्र वयं तिसृ इति आगच्छति चेत् तस्मिन् समये अपि किम् अस्ति स्थानि. तर्हि तत्रापि पुनः दीर्घादेशः अन्तरङ्गं भवति. दीर्घादेशः कुत्र वर्तते? अस्माकं सूत्रं किम् अस्ति नामि इति सूत्रम् अन्तरङ्गम् अस्ति इति कृत्वा कुत्रचित् अपि लक्ष्ये एकवारं बाधितं भवति चेत् यत्र त्रयादेशः प्रथमं भवति अनन्तरं वयं दीर्घः कुर्मः नो चेत् किं कुर्मः इति पश्यामः चेत् तिसृ इत्यस्य स्थाने एव त्रयादेशः आगतः खलु. प्रथमं तु तिसृ इति सर्वेषां विभक्त्यन्तानां विभक्तिप्रत्यये परे तिसृ आदेशः भवेत्. किन्तु आमि प्रत्यये आं प्रत्यये परे त्रय इति स्वीकृतं. किमर्थम् इत्युक्ते अन्तरङ्गम् इति, तर्हि त्रय इति आगच्छति तिसृ इत्यस्य स्थाने. क्षम्यतां, विपरीतत्वेन उक्तवती पूर्वं. तर्हि त्रयादेशः आगच्छति. अस्मिन् स्थितौ वयं किम् अस्ति, अधुना वयं न तिसृ चतस्र इति स्वीकर्तुं शक्यते वा इति प्रश्नः भवति. तत्तु न भवति खलु, तिसृ यत्र त्रयः इत्यपि तिसृ इति स्वीकृत्य वयं सूत्रस्य प्रवर्तयितुं शक्नुमः वा इति पृच्छामः चेत्, लक्ष्ये लक्षण न्यायः इति एकमस्ति. किमित्युक्ते किमस्ति, एकवारम् एकं कार्यं वयं बाधितं भवति चेत् पुनः तत् न आयाति इति कृत्वा दीर्घ यत्र न तिस्र दीर्घः एव न भवति, दीर्घः भवति अत्र न तिस्र सतस्र इत्यस्य स्वीकरणीयं स्वीकर्तुं न शक्यते. किमर्थम् इत्युक्ते त्रय इति एव अस्ति खलु अधुना कार्यम् इति कृत्वा न तिस्र सतस्र, यद्यपि वयं यत्किमपि रीत्या वयं पश्यामः तत्तु न प्रवर्तयितुं शक्नुमः यदि वयम् अर्थमपि निमित्तम् इति स्वीकुर्मः चेत् इति उक्तम्. त्री इति शब्दः त्रयः भवति, तदनन्तरं तिसृ इति रूपम् अस्ति वा? स्थानिवद्भावः इत्युक्ते यत्र वयं पा इत्यस्य स्थाने पिब आदेशः भवति, तर्हि पा इति धातुसंज्ञा वर्तते, तद् पिब इत्यस्यपि वर्तते. तर्हि पा धातोः यानि कार्याणि सन्ति तानि तु पिब इत्यस्यपि प्रवर्तन्ते. पादातोः यत्किमपि सूत्राणि सन्ति पिब इत्यस्यापि तत्र प्रसक्तिः भवति. किमर्थमित्युक्ते पा इत्यस्य स्थाने पिब इति आगतम्. अन्यत् उदाहरणं वदामि, किमित्युक्ते यत्र तिप्तस्जि इति अस्ति खलु लट् लकारे, तर्हि लट् इति प्रथमं तु लकारः वर्तते, ल इति अस्ति, तस्मिन् स्थाने लट् आगच्छति. अनन्तरं लट् इत्यस्य स्थाने ट इत्यस्य लोपं भूत्वा लकारस्य स्थाने तिप्तस् जि इति आयाति. तर्हि लकारस्य ये लकारं निमित्तीकृत्य ये सूत्राणि सन्ति ते तु तिप्तस् जि इत्यस्यपि आयाति. किमर्थमित्युक्ते लकारस्य स्थाने तिप्तस् जि इति आगतं खलु, तर्हि तिप्तस् जि इति ये शब्दाः आगच्छन्ति, प्रत्ययाः आगच्छन्ति, तेषामपि तत्रापि लट् इति सूत्रे कस्मिन्नपि सूत्रे उक्तं चेत् तत्र प्रवृत्तिः भवति. किमर्थमित्युक्ते तिप्तजि अपि लट्लकारस्य स्थाने आगतम् इति कृत्वा वयं स्वीकुर्मः. तथा वयं चिन्तयामः चेत् यत्र वयं त्रय इति अस्ति खलु, तिसृ इत्यस्मिन् स्थाने त्रय इति आगतम्, अनन्तरम् आम् इति अस्ति, तर्हि वयम् अधुना प्रष्टुं शक्यते किं नामी इति प्रथमं दीर्घः स्यात् इति कृत्वा किमस्ति नाम इति प्रथमं दीर्घः स्यात्, अनन्तरं न तिसृ चतस्र इति वक्तुं शक्यते. किम् इत्युक्ते न तिसृ चतस्र इति तादृशदीर्घादेशः तु वर्णनि किमस्ति वर्णनिमित्तम् एकम् अल्निमित्तिकं कार्यमस्ति, तद् न प्रवर्तयितुं शक्नुमः वयं, कार्यं न भवति न तिसृ चतस्र इति. तर्हि त्रयाणाम् इति न आगच्छति, अस्माकं रूपं भवति किं भवति त्रयाण किम् अस्ति आमां स्त्रीलिङ्गे अपि त्रयाणाम् इति रूपं भवति. तत्तु रूपमपि रूपमेव असिद्धम् अस्ति खलु अस्माकम्, इति कृत्वा न प्रवर्तयितुं शक्नुमः. यदि स्थानिवत् भावं स्वीकुर्मः चेत् तिसृ पुनः आगच्छति, तदनन्तरं प्रथमं तु तिसृ पुनः आगन्तुं न शक्यते. किमर्थमिति अग्रे पठामः वयं, यत्र एकवारं बाधितं भवति चेत् पुनः तद्वयम् अस्माभिः न स्वीकर्तुं शक्यते. तर्हि स्थानिभावेन पुनः स्वीकुर्मः चेत् अपि न तिसृ चतस्र इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते तिसृ इति तु त्रय इत्यस्य स्थाने आगच्छति खलु इति कृत्वा. एतत्तु चर्चा अस्ति, न भवति एव भगिनि. किमर्थमित्युक्ते त्रयं प्रथमं वयं तिसृ इति स्वीकुर्मः, अनन्तरं त्रय तिसृ स्थाने त्रय आगच्छति, पुनः स्थानिविद्भावेन त्रयस्थाने पुनः तिसृ स्वीकुर्मः, तादृशकार्यं तु न भवति एव कुत्रचित् अपि, तद् आनेतुं न शक्नुमः वयं. किमर्थमित्युक्ते अग्रे पश्यामः, एकवारं बाधितं भवति चेत् बाधितमेव भवति. आम्, तर्हि तादृशचर्चा अग्रे पठामः. स्थानिवत् भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. दृष्टान्ते चतुर्थीविभक्तौ रामयोगः ये इति स्थितौ ज्ञेय इत्यनेन अतः अङ्गात् ज्ञेः यः भवति नाम अदन्तात् अङ्गात् ज्ञे प्रत्ययस्य स्थाने यकारः आदेशो भवति. रामयोगः ये रामयोगः यकारः अत्र सुपि च इत्यनेन तदन्त अङ्गात् अङ्गस्य अन्ते सुतस्य आकारस्य दीर्घादेशः भवति यज्ञादि सुप्रत्यये परे. सुप्रत्यये प्रत्याहारे सु इत्यस्मात् आरभ्य सुपर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः. सु औ चस् अम् औ चष्टाभ्यां विस्मेभ्यां बस् निसिभ्यां बस् नस् योस् आम् इयोः सुप् अधुना य आदेशः यद्यपि यज्ञादिः किन्तु सुप् नास्ति अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यदा आदेशस्य स्वभावो अपि तथा. स्थानिनः स्वभावस्य सुपि अध्याह्वेते य प्रत्ययस्य सुत्वात् सुपि च इत्यस्य प्रसक्तिः भवति. रामयोगः य सुपि च इत्यनेन अतन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यते. अत्र स्थानिवदादेशो न नल् विदौ इति अधिशेषसूत्रम् अत्र एकं दृष्टान्तं कुर्मः. रामयोगः ने इति तत्र ज्ञेयः इति सूत्रेण ज्ञेः इति स्थाने यः इति आदेशः भवति. अत्र रामयोगः य सुपि च इत्यनेन दीर्घादेशः भवति. रामः रामा इति रूप दीर्घः भवति. अत्र सुप् इति अन्तर्भूतः न तदापि स्थानिनः भावेन अत्र सुप् इति कृत्वा यकारः रामाय इति दीर्घादेशः भवति. आं भगिनि किमित्युक्ते सामान्य यत्र अस्माकं तु सुप् इति प्रत्ययः यत्र अहं लकारस्य विषये यथा उक्तवती तथा एव सुप् प्रत्ययाः सन्ति. यत्र नामपदमस्ति नामपदस्य प्रातिपदिकमस्ति प्रातिपदिकात् प्राक् सुप्रत्ययाः विधीयन्ते खलु. तर्हि प्रथमं तु सुप् इति अस्ति अनन्तरं सुप् इत्यस्य स्थाने सुऔजस् इति प्रत्ययाः आगच्छन्ति. प्रत्येकं विभक्तिम् अनन्तरं वचनम् अनन्तरं किमस्ति स्वीकृत्य सु औजस् इति एकैकम् आगच्छति. अत्र चतुर्थीविभक्तेः एकवचने चतुर्थीविभक्ति एकवचने पश्यामः चेत् ञे इति प्रत्ययः सुप् इति इत्यस्य स्थाने ञे इति प्रथमं प्रत्ययः आगच्छति. अनन्तरं ञेर्यः इति सूत्रेण अतः अदन्तात् अङ्गात् राम इति अदन्तम् अङ्गम् अस्ति खलु. अकारः ह्रस्व अकारः अन्ते अस्ति. तर्हि राम इत्यस्मिन् राम प्लस् ज्ञे इति स्थितौ ज्ञेयः इति सूत्रेण ज्ञे इत्यस्य स्थाने यः इति प्रत्ययः य इति प्रत्ययः आगच्छति. य इति प्रत्ययः यदा आगच्छति तस्मिन् समये किं भवति राम प्लस् य इति स्थितौ एकं सूत्रम् अस्ति सुपीच इति सूत्रं. सुपीच इति सूत्रं वदति यत्र अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति इण्यादिप्रत्यये परे इति. सुप्रत्यये परे, तर्हि सुपि च इति सूत्रं सुप्रत्ययस्य सूत्रमस्ति, न तु ञे प्रत्ययस्य सूत्रं, नो चेत् क्षम्यतां, ञे ञे प्रत्ययस्य सूत्रमपि नास्ति, य प्रत्ययस्य सूत्रमपि नास्ति। तर्हि अत्र तु ञे इति प्रत्ययस्य स्थाने यकारः आयाति, तथापि इत्यस्य कार्यं प्रवर्तते। किमर्थं? यद्यपि ञे इत्यस्य स्थाने य इति शब्दः आगतः, एकः वर्णः आगतः, शब्दः आगतः, तथापि य इत्यस्यापि प्रत्ययसंज्ञा अस्ति, न केवलं प्रत्ययसंज्ञा। ञे इत्यस्य यत्यत् संज्ञा वर्तते, ञे इति प्रत्ययः अस्ति, अनन्तरं ञे इति किम् अस्ति, सुप्रत्ययः अस्ति इति कृत्वा य इति यत्र आदेशः भवति ञे इत्यस्य स्थाने, य इति शब्दस्य अपि, य इति केवलं शब्दः अस्ति खलु, प्रत्ययः य इति प्रत्ययः इति कुत्रचिदपि न उक्तं, किन्तु य इति आदेशः भवति ज्ञेयः इति सूत्रेण, तर्हि य इत्यस्यपि प्रत्ययः इति संज्ञा भवति, अनन्तरं सुप्रत्ययः इत्यपि संज्ञा प्राप्नोति य इति। तर्हि अधुना यकारः कीदृशप्रत्ययः? यञादि सुप्रत्ययः अस्ति, तदेव अस्ति स्थानिवद्भावनल्विदौ इति सूत्रं। स्थानिवद्भावनल्विदौ इति सूत्रं किं वदति? स्थानिवत् भवति आदेशः, अधुना स्थानि किम् अस्ति? ञे इति स्थानि अस्ति, ञे इति स्थानिनः ये ये संज्ञाः वर्तन्ते तद्वत् भवति, तदेव अस्ति यकारस्य अपि, स्थानिवत् भावः आदेशस्य अपि अस्ति। आदेशः कः अत्र? अधुना य इति शब्दः अस्ति आदेशः, तर्हि य इति शब्दस्य अपि ञे इति प्रत्ययस्य ये ये संज्ञाः सन्ति ते सर्वे तु स्वभावः अस्ति, तत् तत्सर्वं तु अत्र य इत्यस्यपि आगच्छति, गुणाः सन्ति तत्सर्वं तु य इत्यस्यपि भवति। तर्हि य इत्यपि सुप्रत्ययः इति भूत्वा सुपीच इत्यस्य सूत्रमपि तत्र कार्यं करोति। अधुना किमस्ति? तर्हि सुपीच इति कार्यं सुपीच इति सूत्रं किं वदति? ययानि प्रत्ययः, अधुना य इति यकारादि अस्ति इति कृत्वा रामाय इति रूपं चतुर्थीविभक्ति एकवचने, तत्तु समीचीनमस्ति। अधुना अन्यत् किम् अस्ति इत्युक्ते स्थानिवद्भावौ अनल्विदौ इति उक्तमस्ति, अत्र आदेशः स्थानिवद् भवति, यस्य स्थाने आगच्छति आगे आदेशः, स्थानिनः यत् गुणाः सन्ति संज्ञाः सन्ति ते सर्वे तु स्वीकरोति आदेशः अपि, स्थानिवत् अस्ति। यथा वयं कृष्णवत् श्वेतवत् इति सर्वं वदामः खलु, तर्हि तथा एव वत् इत्युक्ते सदृशं प्रदर्शयति। तर्हि आदेशः अपि स्थानिवद् अस्ति, तत्तु प्रथमवाक्यमस्ति, तद् अवगच्छति खलु। अनल्विदौ इति भागं किं वदति इत्युक्ते, यदि अल्विदित् एकम् अल्लाश्रुतं कार्यमस्ति चेत् तद् न प्रवर्तनीयम्। इत्युक्ते ञे इति तु ङकारादि अस्ति, ञकारः तत्र किमस्ति, तर्हि ञकारः कीदृशवर्णः इत्युक्ते अनुनासिकवर्णः अस्ति, तर्हि किन्तु यकारः अनुनासिकवर्णः अस्ति किं? नास्ति खलु, यकारः तु यकारादि अस्ति। तर्हि ञका अनुनासिकवर्णस्य कृते किमपि सूत्रमस्ति इति चिन्तयतु, अनुनासिके परे इति किमपि सूत्रमस्ति, तत्तु वयं यकारस्य कृते न प्रवर्तयितुं शक्नुमः, केवलं संज्ञा प्राप्नोति। ञे इत्यस्य संज्ञाः ये सन्ति, गुणाः ये सन्ति, तद् यकारः प्राप्नोति, किन्तु अल्लाश्रुतं गुणधर्मं तु न स्वीकर्तुं शक्यते खलु। किमर्थम् इत्युक्ते ङकारः इति एकम् अल्लाश्रितम् अनुनासिकः इति वदामः, नो चेत् ङकारादि इति किमपि सूत्रमस्ति चेत्, ङकारे परे इति एकं सूत्र, ङकारे परे इति सूत्रमस्ति चेत् तत्तु यकारस्य कृते अस्माभिः न स्वीकर्तुं शक्यते। किमर्थं? यकारः तु यकारः एव वर्तते, अल्वर्णः अस्ति यकारः, यकारः, तर्हि तादृश अल् आश्रितं किमपि कार्यमस्ति चेत् तत्तु न प्रवर्तयितुं शक्यते। किन्तु अन्ये सर्वे यत्किमपि आम् यत्र आदेशस्य वर्णनिमित्तिकं कार्यं वयं न स्वीकर्तुं शक्यते, वर्णमाश्रितं कार्यं स्वीकर्तुं न शक्यते, किन्तु अन्ये गुणधर्माः प्राप्नोति। आदेशस्थानि धातुः अस्ति चेत् आदेशः अपि धातुसंज्ञा प्राप्नोति। स्थानि सार्वधातुकप्रत्ययः इति चिन्तयतु, तर्हि आदेशः अपि सार्वधातुकसंज्ञा प्राप्नोति। अवगच्छतु? तदेव अल्विदि, अल्विदि न प्रवर्तनीयम् इति कृत्वा अ नल् विधौ नैन् समासः अस्ति तत्र. तत् भागं न अवगतं भगिनि. अधुना आवश्यकम्, अधुना अस्माकं पृथक्तया सूत्रं पश्यामः. अनल् विधम् इत्युक्ते अल् अल् विधौ इत्युक्ते किम्? अल् इत्युक्ते किम्? अल् वर्णः, वर्णः. तर्हि अल् विधिः इति अवगन्तव्यम्. अनल् विधिः इत्युक्ते किं? तस्य निगेशन् भवति खलु. अस्माकं नैन् समासः जानाति खलु, नैन् इति नमक अधर्मः, धर्मः अधर्मः, न्यायः अन्यायः, तत्तु अवगच्छति खलु. तथा एव यदि अकारादि शब्दः अस्ति इति चिन्तयतु. उदाहरणार्थं किम् अस्ति, समासम् अवगतं भगिनि. नैन् कर्तुं तु अन् इति योजयामः. यदि अकारादि अस्ति चेत् अन् इति योजयामः, नो चेत् अकारः एव योजयामः. धर्मः इत्यस्य नैन् कर्तुम् अधर्मः इति वदामः. तथा एव सुमन् भगिनी किमपि वदति किं? न श्रूयते भगिनि. सरला भगिनी स्मरति किं? किमपि अकार केन् यु मां वदति किं? किमपि अकारादि किमपि शब्दं वदति किं, यत्र स्वरः आदौ अस्ति? न अन्नं अननम् अनादि अनन्त अनन्त आदि आदि क्षम्यताम् आम् अन्तः अनन्तः. तर्हि अन्तः इत्यस्मिन् अकारः आदौ अस्ति, स्वरः आदौ अस्ति. तर्हि तस्य तु नयन् कर्तुं वयं किं कुर्मः? अन् इति योजयामः. तर्हि अन् आदि इति भवति, अन् अन्त अनन्त इति भवति. अन्तः इत्यस्य नयन् भवति अनन्तः इति. तथा एव अल् विधि इत्यस्य नयन् भवति अनल् विधिः, अन् अल् विधिः इति. इत्युक्ते अल् आश्रितं कार्यं मा भवतु इति. सत्यं, तदेव अस्ति अननुनासिकः, तदेव अस्ति अनल् विधौ इति. अवगतं किम्? समासम् अवगतं वा भगिनि? समासम् अवगतं. तदेव स्थानिवत् भावः इत्युक्ते आदेशः तु यकारः अस्ति, य इति शब्दः. तर्हि ङे इत्यस्य तद् अवगच्छति खलु, ङे इति सुप्रत्ययः अस्ति इति कृत्वा य इति सुप्रत्ययः. तद् अवगच्छति. अधुना एकं नूतन अधुना एकं सूत्रमस्ति, नकारे परे एकं कार्यं प्रवर्तनीयम् अस्ति. प्रायः नुमागमः स्यात्, नकारे परे नुमागमः इति एकं सूत्रं वदति. तद् प्रवर्तनीयं वा अधुना इति? यत्र वयं ने यः इति सूत्रं प्रवर्तयामः प्रथमसोपाने, अनन्तरं तर्हि अस्माकं नूतनसूत्रमस्ति, ने प्रत्यये परि नुमागमः भवतु इति. अधुना अस्माकं ने ने आदिप्रत्यये परे, नकारादिप्रत्यये परे इति उक्तमस्ति. ने प्रत्यये परे इति नास्ति, नकारादिप्रत्यये परे. तर्हि अधुना तु यकारादिप्रत्ययः अस्ति. न श्रूयते भगिनि, न श्रूयते, न श्रूयते. नमस्ते, न श्रूयते. श्रूयते किम्? अहं श्रूमि. किमपि न श्रूयते भगिन्याः. मीनभगिनी भवत्याः किमपि क्लेशः वर्तते भवत्याः लैन् मध्ये इति मन्ये. अहं श्रूमि, भवतीं शृणोमि. पुनः म्यूट् भवतु, नास्ति चिन्ता. किन्तु न शृणोति, किमर्थम् इति न जाने. किमित्युक्ते अनल् विधौ इत्युक्ते उदाहरणं पुनः वदामि, नकारः ङे इति प्रत्ययः यदस्ति तत् सुप्रत्ययः अस्ति. तर्हि यकारः इति आदेशः यत् अस्ति, श्रूयते किं भगिनि? मीना भगिनी भारतात् आगच्छति किं? कुतः अस्ति भगिनी, कुत्र निवसति? मीरा भगिनी कुत्र निवसति? अधुना श्रूयते किम्? इदानीं चेन्नैनगरे वसामि भगिनि. ओ एवं किम्? अस्तु अस्तु अस्तु भगिनि. अधुना श्रूयते किं वदानि किम्? श्रूयते. अस्तु तर्हि ज्ञेयः इति सूत्रे ञे इत्यस्य स्थाने य इति शब्दः आयाति. तर्हि ञे इति सुप्रत्ययः अस्ति, य इति अपि सुप्रत्ययः आगच्छति. अधुना अन्यत् सूत्रं पाणिनेः सूत्रं तथा नास्ति, किन्तु अहं वदामि, उदाहरणार्थं वदामि. अहं तु सर्वाणि सूत्राणि न जानामि खलु. तर्हि अहम् एकं सूत्रं वदामि, प्रायः एकं सूत्रम् इति अस्ति इति चिन्तयतु. नकारादिप्रत्यये परे नुमागमः स्यात्, अदन्तङ्गस्य नुमागमः नकारादिप्रत्यये परे स्यात् इति एकं सूत्रं वदति. अधुना नकारस्य स्थाने यकारः आगतः, यकारः आगतः, तर्हि यकारः अपि नकारादि अस्ति किम् इति प्रश्नः. वदतु मीना भगिनि, यकारः नास्ति. स्थानिवद्भावे यकारः आगच्छति सुप्रत्ययस्य ज्ञेः. आम्, किन्तु नकारादि नास्ति यकारः. तर्हि यकारादि इति एकं सूत्रं वदति चेत्, सूत्रस्य कार्यं किमपि वदति चेत् तत्तु अत्र न प्रवर्तयितुं शक्नुमः. अत्र विधौ इति अनल् विधौ इति किमस्ति, विषयसप्तमी अस्ति, तादृशविषयं न प्रवर्तयितुं शक्नुमः इति आगच्छति. किम् अग्रेपि सूत्राणि, अन्येपि उदाहरणानि आगच्छन्ति. अत्र तु उदाहरणार्थं महोदय स्पष्टीकृतवान्. अस्तु अग्रे मल्लर् भगिनी पठति किम्? आम् भगिनि. आदेशः स्थानिना तुल्यं भवति, किन्तु स्थानिसम्बन्धस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. अत्र कुत्र वदति? तत्तु अभवत् खलु, प्रकृते. तदनन्तरं प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तत्वेन सति, अर्थयुक्तेन सति बहिरङ्गत्वात् स्त्रियादेशः भवति. स्त्रीयोगः आम् त्रयस्त्रयः इत्यनेन आमि परे त्रयादेशः, त्रययोगः आम् ह्रस्वन्द्यापो नुक् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुक् आगमः. त्रयः योगः नाम, नामि इत्यनेन अजन्तङ्गस्य दीर्घादेशः भवति, प्रत्यये परे त्रयायोगः नाम. स्त्रियाम् इत्यस्य इति अहं स्त्रियाम् इति एकं निमित्तं स्वीकुर्मः चेत् बहिरङ्गत्वा त्रयादेशः भवति, अतः त्रयादेशः अन्तरङ्गं भवति. तदनन्तरं त्रयायोगः नाम नामी इति सूत्रेण अत्र त्रयोगः न भवति. तदनन्तरं दीर्घ आदेशः भूत्वा त्रयाणाम् इति रूपं भवति. अग्रेपि पठतु, अग्रिमपङ्क्तिमपि पठतु. अधुना त्रयादेशस्य अनन्तरं त्रयायोगः नाम इति स्थितौ स्थानिवत् भावेन तिसृ आदेशः इत्युक्तौ त्रय इति आदेशः स्त्रीशब्द इव अस्ति. स्त्रीयोगः नाम एकदेशविकृतम् अनन्यत्वत् इति परिभाषया एकदेशविकारः जातः चेदपि अनन्यवत् न भवति, अन्यवत् न भवति. अनेन त्रय इत्यस्मिन् दीर्घादेशः इति जातः चेदपि त्रयः इतिवत् त्रय इव भवति. अनेन त्रयादेशस्य स्थानिवद्भावेन स्त्रीयोगः नाम इति स्थितिः। द्वयादेशस्य यदि स्थानिवत् अग्रिमपङ्क्तिमपि पठतु भगिनी आगच्छति। तस्मात् च त्रिचतुष्टौ स्त्रियां त्रिषु चतुष्षु इत्यस्य प्रसक्तिः। त्रिषु योगः नाम तदा नामी इत्यनेन अजन्ताङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे। अस्यां स्थितौ न त्रिषु चतुष्षु इति दीर्घभारतसूत्रस्य अवसरः स्यात्। अनेन अस्य सूत्रस्य व्यक्ता वारिता। एतत् दीर्घरूपेण किमस्ति चर्चा तु बहु चाचल्यं वर्तते। किम् इत्युक्ते प्रथमं किं कुर्मः, स्त्रीयोगः आम् इति प्रथमसोपाने अस्ति। अनन्तरं वयं किं कुर्मः, अधुना तिसृ त्रिचतुरो स्त्रियां तिसृचतुस्र अनन्तरं त्रयस्त्रयः इति सूत्रद्वयस्य प्रसक्तिः। स्त्रियाम् इति अपि अर्थकृतनिमित्तिकम् इति स्वीकुर्मः चेत् बहिरङ्गं भवति इति कृत्वा त्रयस्त्रयः इति सूत्रस्य कार्यं भवति इति चिन्तयामः। तर्हि त्रय इति प्रथमम् आदेशः भवति। अनन्तरम् अधुना नुट् आगमः भवति, ह्रस्मनद्यापो नुट् इत्यनेन नुट् इति आगमः भवति, तर्हि त्रय नाम् इति आगच्छति। अधुना किम् अस्ति, पुनः नामी इति सूत्रेण अदीर्घादेशः भूत्वा त्रयाणाम् इति आगतम्। अधुना किं चर्चा अस्ति इत्युक्ते वादः अस्ति, वयं किं कुर्मः, यद्यपि स्त्री इत्यस्य स्थाने त्रय इति आगतः तथापि स्थानिवद्भावः इति स्वीकृत्य क्षम्यताम् एकदेशविकृतम् अनन्यवत्, किमित्युक्ते शुनकः अस्ति, शुनकस्य पुच्छः कर्तितं भवति चेत् अपि शुनकः शुनकः एव खलु इति एव साधना। तर्हि यद्यपि स्त्री इत्यस्य स्थाने त्रय इति आगतम्, अनन्तरं दीर्घः अपि आगतम् भूतं, तथापि त्रया इत्यपि मूलौ तु त्रय इत्येव आसीत्, पुत्री इत्येव आसीत् खलु इति कृत्वा पुनः वयं प्रथमसूत्रम् आनयामः, त्रिचतुरो स्त्रियां तिसृचतस्र इति सूत्रम् आनयामः। तत्तु न प्रवर्तते एव, अग्रे गत्वा पश्यामः, एकवारं पातितं भवति चेत् पुनः न आगच्छति तत् सूत्रं, किन्तु अधुना चिन्तयामः आनयामः इति। तर्हि तिसृ इति त्रया इत्यस्य स्थाने पुनः तिसृ इति आगच्छति, तिस्र इति आगच्छति चेत् अनन्तरं पुनः नामी इति प्रवर्तयामः इत्यनेन वैति इति सूत्रस्य प्रसक्तिः। नामी प्रभाद्य न तिसृचतस्र इति सूत्रं कार्यं करोति, तर्हि तिसृणाम् इति रूपं साधयितुं शक्नुमः, किन्तु न भवति इति अग्रे पश्यामः, तथा न कर्तुं शक्यते इति। किन्तु तथा तर्हि अस्माकं व्यर्था तु अधुना धारिता खलु इति एकः पृच्छति, चर्चा अस्ति एतादृशी चर्चा, वादः तर्हि तस्य कृते अग्रे उत्तरं दत्तमस्ति महोदयेन, तदपि मीना भगिनी पठति किम्। एकदेशविकृतम् अनन्यवत् कृपया वदतु भगिनी। एकदेशविकृतित्वम् एकस्मिन् पक्षे एकं विकृतिः भवति इति चिन्तयतु, तदेव पुनः उक्तवती खलु, शुनकः अस्ति, शुनकः जानाति खलु, शुकुरः, शुक्रस्य कुकुरस्य पुच्छः पुच्छः अस्ति खलु, कुकुरस्य पुच्छः अस्ति, पुच्छः अधुना किम् अभवत्, कुकुरस्य पुच्छस्य कर्तितम् अभवत्, पुच्छः कर्तितम् अभवत्, कर्तितः अस्माभिः केनापि कारणेन कर्तितः, अवगतं खलु, अवगतं खलु, कर्तितः इत्युक्ते भङ्गम् अभवत्, तत्तु नास्ति अधुना, कुकुरस्य पुच्छः नास्ति अधुना, तर्हि पुच्छः नास्ति इति कृत्वा कुकुरः नास्ति इति वक्तुं शक्यते किल, कुकुरः एव अस्ति खलु, शुनकः एव अस्ति, यद्यपि पुच्छः नास्ति तथापि शुनकः एव अस्ति, तथा एव स्त्री इत्यस्य स्थाने त्रय इति आदेशः अभवत्, अनन्तरं त्रय इत्यस्य आदीर्घ भूत्वा त्रया इति अभवत्, तस्मिन् स्थितौ मूले तु त्रि इति एव आसीत् खलु इति वादः। एकदेशम् एकदेश इत्युक्ते एकस्मिन् पक्षे एकस्मिन् एकस्मिन् भागे विकृतिः आगतः, विकृतिः इत्युक्ते भेदः आगतः इति कृत्वा अनन्यं न भवति खलु, अनन्यं नास्ति, अनन्यमेव अस्ति, अन्यं नास्ति, अनन्यमेव अस्ति, समानमेव अस्ति. विकृतिः भवति इति कृत्वा अन्यम् इति न वक्तुं शक्यते, अनन्यमेव, समानमेव, पुनः तदेव इति कृत्वा तादृशवादः. समाप्ता अग्रिमपङ्क्तिं यदा पश्यामः तस्मिन् समये स्पष्टि इतोपि स्पष्टः भवति विषयः. परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गमस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गं यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति, अतः त्रया योगः नाम अन्तरङ्गत्वात् दीर्घान्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. लक्ष्ये इति सूत्रे लक्ष्ये लक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति नाम एकवारमेव भवति, अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थाने दीर्घादेशः भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न तिसृचतस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव, अस्य च निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते. अन्यकारणं किमर्थम् अर्थनिमित्तकं न स्वीक्रियते इति पुनरपि न तिसृचतस्र व्यर्थं न भवेत् एव वादं करोति अत्र. यत्र अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेशः भवति, तिसृ अपि त्रयादेशः, तिसृचतस्र अपि त्रयादेशः इति सूत्रयोः त्रयादेशः अन्तरङ्गं भवति. किमर्थमिति चेत् अर्थनिमित्तकत्वं स्त्रियाम् इति स्वीकरेण तया एव रीत्या तिसृ आदेशस्य तिसृ आदेशस्य अपेक्षया नामीसूत्रः भवति, अपि नामीसूत्रमपि अन्तरङ्गं भवति. नामीसूत्रस्य सूत्रस्य अर्थनिमित्तं नास्ति तत्र, तत्र नामी दीर्घत्वं भवति, त्रया नाम् इति भवति. अन्तरङ्गत्वात् दीर्घानन्तरं नामी प्रत्ययात् स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति. तत्र किं सम्यक् न जानामि तत्र. पुनः वदामि, अहं वदामि भगिनि. एकवारम् अधुना किम् आसीत् अस्माकं त्रिचतुरो स्त्रियां तिसृचतस्र त्रियोगः आम् इति अस्ति प्रथमसोपाने. त्रिचतुरो स्त्रियां तिसृचतस्र इति सूत्रस्य प्रसक्तिः अस्ति, त्रयस्त्रयः इति अपि सूत्रस्य प्रसक्तिः अस्ति. यदि वयं स्त्रियाम् इति अपि निमित्तमिति स्वीकुर्मः चेत्, अर्थकृतनिमित्तिकत्वं स्वीकुर्मः चेत्, तस्मिन् समये त्रित्रयः इति अन्तरङ्गम् अस्ति इति कृत्वा अन्तरङ्गं भवति इति कृत्वा तस्य कार्यं, तर्हि त्रययोगः आम् इति आगच्छति. अनन्तरं किम् अस्ति, अस्माकं सूत्रं ह्रस्वध्यापो नुट् इत्यनेन दीर्घः भवति खलु, अनन्तरं नामी इत्यनेन दीर्घादेशः भवति. तर्हि अधुना स्थितिः किम् अस्ति? त्रयाणाम् इति अस्ति. अनन्तरं महोदय वदति, अत्र चर्चा अस्ति, महोदय अस्ति इति केनापि पृष्टमस्ति, तदर्थमेव महोदय एतादृशी चर्चा पुनः प्रवर्तितं महोदयेन. किमर्थम् इत्युक्ते के प्रायः कमपि ईपत्रं कोऽपि ईपत्रं महोदयं प्रेषयति खलु, तर्हि तादृशचर्चा केनापि कृतं, किमर्थं वयं पुनः न आनयामः, किमर्थं स्थानीयभावेन तिस्रादेशः किमर्थं न सत्, अत्रैव दोषः अस्ति. किमर्थम् इत्युक्ते एकवारं बाधितं भवति चेत् पुनः आगन्तुं तस्यैव प्रवर्तनं न कर्तुं शक्यते. न स्त्रिचतुरस्त्रियां तिस्रचतस्त्र बाधयित्वा एव स्त्रीस्त्रयः प्रथमम् आगतं खलु, पुनः स्त्रिचतुरस्त्रियाम् इति न आगन्तुं शक्यते. किन्तु केनापि पृष्टं न आनीयामः चेत् इति वादः, यदि वयम् आनयामः चेत् तर्हि सः स्वीकृतवान् पुनः स्थानिवद्भावेन, पुनः स्थानिवद्भावेन स्वीकृतवान्. किमर्थम् इत्युक्ते तस्य वादः अस्ति, यद्यपि स्त्रीस्थाने त्रयादेशः अभवत्, दीर्घमपि अभवत्, तथापि मूलौ तु एकदेशविकृतम् अनन्यवत् इति चिन्तनेन इति मतेन इति दृष्टान्तेन वयं पश्यामः चेत् त्रया इति अपि त्रि एव अस्ति खलु मूलौ इति कृत्वा, पुनः वयं त्रिचतुरोस्त्रियां तिसृचतुस्त्रि इति प्रवर्तयित्वा तिसृ इति आनयामः. अधुना किं वादः, कः वादः इत्युक्ते तस्य पुनः वदति किमर्थं नामि इति प्रवर्तयितुं शक्नुमः. नामी इति प्रवर्तयामः चेत् अनन्तरं न तिसृचतुस्त्र इति बाधितमपि भवति खलु, बाधकसूत्रस्यपि प्रसक्तिः आयाति, प्राप्तिः अपि भवितुम् अर्हति. तर्हि तदा निवारयितुं शक्नुमः खलु इति प्रश्नः. तदेव अत्र उक्तमस्ति, यत्र एकवारं लक्ष्यलक्षण एकवारं प्रवर्तितं चेत् पुनः तदेव कार्यं बाधितं भवति चेत् लक्ष्यलक्षणां न्यायः किं वदति? लक्ष्यलक्षणन्यायः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रम् एकवारमेव प्रवर्तनीयम्. यत्र वयं पूर्वं वयं त्रय इति आदेशः भूत्वा नामि इति कृतं खलु अस्माभिः, तत्र एकवारम् अभवत् नामि इति सूत्रस्य कार्यम् अभवत्, पुनः वयम् अत्र अधुना स्थानिवद्भावेन वयम् एकदेशविकृतम् अनन्यवत् इति कृत्वा पुनः तिसृ इति आदेशः भूत्वा अनन्तरं पुनः नामि इत्यस्य प्रसक्तिः एव अस्ति इति न वक्तुं शक्यते. यदि नामि इत्यस्य प्रसक्तिः अस्ति चेदेव न तिसृ चतुस्थ इति बाधकसूत्रस्यपि प्रसक्तिः भवति खलु. अत्र नामि इत्यस्य प्रसक्तिः न भवति, किमर्थम् इत्युक्ते तत् एकवारं प्रवर्तितम्, एकवारं प्रवर्तते चेत् पुनः तदेव निमित्तं स्वीकृत्य तदेव कार्यं न प्रवर्ति द्विवारं न प्रवर्तयितुं शक्नुमः इति सूत्रं वदति. सूत्रद्वयं वर्तते, लक्ष्यलक्षणन्यायः, अनन्तरं सकृद्गतौ यद्बाधितं तद्बाधितम् एव प्रतिषेधे सकृद्गतौ यद्बाधितं तद्बाधितम् इत्युक्ते एकं सूत्रं वदति लक्ष्यलक्षणन्यायः किं वदति, एकस्मिन् लक्ष्ये एकस्मिन् निमित्तं स्वीकृत्य एकं सूत्रम् एकमेव एकवारमेव प्रवर्तनीयं, पुनः पुनः तदेव सूत्रं पुनः पुनः पुनः पुनः इति प्रवर्तितुं न शक्नुमः. चिन्तयतु, एकं लोपविधायकं सूत्रं किमपि अस्ति इति चिन्तयतु, उपादायाः लोपः इति वदति, तर्हि पुनः पुनः उपादायाः लोपः लोपः लोपः इति प्रवर्तयामः चेत् किं भवति? तत्र तु अङ्गमेव न भवति, तस्य तु पुनः पूर्णतया लोपः भवति अङ्गस्य. तर्हि तदा अस्माभिः न कर्तुं शक्यते. उपादायाः लोपः प्रत्यये परे इति किमपि सूत्रमस्ति चेत् तत् एकवारमेव भवति, तदेव न्यायः अत्रापि. लक्ष्यलक्षणे नामिति एकवारं प्रवर्तितं, पुनः पुनः पुनः पुनः नामि नामि नामि इति अस्माभिः दीर्घादेश इति अस्माभिः न कर्तुं शक्यते. यद्यपि अङ्गस्य किञ्चित् परिवर्तनं भवति तथापि पुनः पुनः न प्रवर्तितुं शक्यते. किमर्थम् अधुनापि लक्ष्यं तु अस्माकं निमित्तं तु आम् इति एव अस्ति खलु, नाम् इति निमित्तम् अस्ति. तर्हि एकं लक्ष्यम् इत्युक्ते लक्ष्ये इत्युक्ते एकस्मिन् निमित्तं परे अस्ति, तद्निमित्तीकृत्य सूत्रं तु एकं सूत्रं तु एकवारमेव प्रवर्तनीयं, पुनः पुनः न प्रवर्तितुं शक्यते इति. तर्हि यत्र नामी इत्यस्य एव प्रसक्तिः न भवति, अतः कुतः न तिसृतदशतस्य इति तस्य विधायकसूत्रमपि बाधकसूत्रस्यपि न प्रवृत्तिः भवति खलु, प्रसक्तिः अपि न भवति. दीर्घादेशः भवति चेदेव न तिसृतदस्य इति पाणिनेः आवश्यकता वर्तते, सूत्रस्य आवश्यकता वर्तते. नामी इत्यस्य एव न प्रवर्तनं भवति चेत् न तिसृतदस्य पुनः किं निरवकाशं भवति. एतत्तु कस्यपि वादः अस्ति, कस्यपि वादः तर्हि महोदय अत्र निवारितवान् संशयः, प्रत्येकस्य जनस्य संशयः निवारयित्वा करपत्रं रचितवान्. तावदेव अस्माकं संशयः नास्ति, अतः अस्माकं तु किञ्चित् भ्रमः जायते किमर्थं पुनः आनयति एषः इति. अस्तु अग्रे पश्यामः. मलद् भगिनी पठति. अत्र स्त्री अर्थः इत्युच्यते, लिङ्गम् अर्थनिष्ठकम् इति उच्यते. अकारान्तपुल्लिङ्गरामशब्दः इति यथा लिङ्गत्वं वदामः व्यवहारे, तदा वस्तुतः लिङ्गम् अर्थनिर्दिष्टम्. स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते. विशेष्यते इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठकम् गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते. अर्थः निमित्ततया न गृह्यते इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते. अपरेषु स्थलेषु प्रदर्श्यते यत् विशेषणतया निमित्ततया गृह्यते. अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते, किन्तु निमित्ततराणाम् उपादाने निमित्ततनां सा गृह्यते विशेष्यतया गुणः न ग्राह्यः. अपि च विशेषतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्यानि इत्यञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते. अर्थनिमित्तं न स्वीकरणम् इति उक्तम्. यथा अर्थम् इति विशेषम् अस्ति, तत् निमित्तम् इति न स्वीकरणीयम्. एतत् अन्तरङ्गविषये निमित्तं स्वीकरणीयम् अस्ति, परन्तु अत्र अर्थ इति निमित्तं न स्वीकरणीयम् इति उक्तमस्ति. शब्दस्य विशेषणम् एव एतत् अर्थः संज्ञा इत्यादि इति. तर्हि इत्युक्ते किम् इत्युक्ते यत्र वयं निमित्तम् इति वदामः तत्र तु अर्थम् इति अर्थम् इत्यस्यापि गणनं पृथक्तया गणनं न भवतु. अर्थं तु विशेषणमस्ति. तर्हि अर्थम् इति यत् अस्ति, अर्थम् इति विशेषणमस्ति, कस्यापि निमित्तस्य विशेषणमस्ति खलु. गुणः इति यत्र वयं स्त्रीणाम् इति वदामः तस्मिन् स्थितौ तादृश अर्थबोधकत्वं यत्र सूत्रेषु आयाति तत्तु कस्यचिदपि निमित्तस्य विशेषणरूपेण एव आयाति. तर्हि पृथक्तया तद् निमित्तमिति गणनं कर्तुं कथं शक्यते? विशेषस्येव गणनं, यत् निमित्तमस्ति, यत् विशेषं वर्तते, तस्यैव गणनं कर्तुं शक्यते सूत्रेषु. तर्हि विशेषणस्य पृथक्तया विशेषणं तु विशेषं न भवति खलु. यदि अहं चतुरः बालकः इति वदामः चेत् चतुरः इति पृथक्तया बालकः नास्ति. यः बालकः अस्ति सः चतुरः अस्ति इति कृत्वा चतुरः बालः विशेषणमस्ति. तर्हि चतुरः इति अपि एकं निमित्तं, बालकः इति अपि एकं निमित्तम् इति न तथा न स्वीकर्तुं शक्यते. तत्र तु एकः एव अस्ति, बालकः एव अस्ति, सः चतुरः अस्ति. तर्हि यत् वयं निमित्तम् इति गणनं भवति तस्मिन् समये वयं केवलम् एकः एव बालकः अस्ति खलु, तस्य एव गणनं भवति. चतुरः बालकः इति सूत्रे अस्ति इति कृत्वा चतुरः अपि एकं निमित्तम् इति न स्वीकर्तुं शक्यते. चतुर इति विशेषणं वर्तते, तर्हि विशेषस्य एव गणनं भवति यत्र वयं निमित्तम् इति गणनं स्वीकुर्मः यत्र अन्तरङ्गस्य विषये. तत्र तु बालकः इति एकः अस्ति कृत्वा तस्य एव गणनं भवति. तथा एव अत्र स्त्रियाम् इति यत्र अस्ति तत्तु अर्थनिमित्तिकत्वमस्ति इति कृत्वा वयं तु अन्यस्य किं वक्तुम् अत्र अर्थः अस्ति कृत्वा पूर्णतया त्यक्तव्यम् इति नास्ति. चतुरं बालकम् आनय इति वदामः, तर्हि जनद्वयम् आनयामः वा? नो, न खलु. एकः एकमेव बालकम् आनयामः, किन्तु सः चतुरः अपि स्यात्. अर्थस्य आवश्यकता वर्तते, विशेषणत्वेन स्वीक्रियते, न तु तत्तु पृथक्तया विशेषं नास्ति इति. एकं बालम् निश्चयेन आनेतव्यं, सः चतुरः अपि भवेत्. तथा एव अत्र स्त्रियाम् इत्यस्मिन् स्त्रीविवक्षायाम् इति स्वीकरणीयं, तत्तु पृथक्तया निमित्तं नास्ति. आम् इत्येव निमित्तम् इति स्वीकरणीयम्. अवगच्छति किम् आम् इति? यत्र स्त्रीविवक्षायाम् इति अवगन्तव्यम्. तर्हि अर्थस्य आवश्यकता वर्तते, तदपि स्वीकरणीयं, किन्तु निमित्तरूपेण न स्वीकार्यम् इति. अवगतं किम्? केवलम् अर्थं यत् अस्ति तत्तु गुणः अस्ति, केवलं विशेषणरूपेण स्वीकरणीयम् इति. विशेषणमस्ति. अग्रे अग्रिमपङ्क्तिमपि पठति किं भगिनि? तर्हि अग्रे प्रकृतिविषये स्योणशब्दप्रसङ्गे कयटस्य प्राचीनानां वा मतं यत् यदा अर्थनिमित्तिकत्वं भवति तथैव संज्ञानिमित्तिकत्वं भवति. संज्ञा अपि एकं निमित्तं, नागेशः नवीनाः च एतत् न स्वीकुर्वन्ति. अर्थप्रसङ्गे ते वदन्ति स्त्रीत्वम् अर्थनिष्ठं भवति, स्त्रीत्वं न शब्दः. शब्दशास्त्रे शब्दस्य प्राधान्यं, गुणानां प्राधान्यं न. अर्थः न आश्रियते, शब्दः एव निमित्ततया आश्रियते. अतः श्रिया इति कथने अपि तत् निमित्ततया वक्तुं न शक्यम्. एवम् एव नागेशः वदति यत् संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्. एकः कैयाटः इति प्राचीनवैयाकरणः वदति अर्थनिमित्तकम् अपि स्वीकरणीयम् इति, परन्तु नवीनवैयाकरणनागेशः वदति एतत् न स्वीकुर्मः. अर्थः तस्य विशेषणमेव, शब्दस्य प्राधान्यमेव अत्र पश्यामः इति उक्तवान्. अर्थः न आश्रितम्. अर्थः अनन्तरं किमस्ति? संज्ञा. सर्वे तु संज्ञा अपि भवतु अर्थः अपि भवतु, केवलं विशेषणमस्ति, तस्य तु पृथक्तया निमित्तरूपेण गणनं न कर्तुं न शक्यते वादे. तर्हि केवलं निमित्तम् इति वदामः चेत् यत् विशेषमस्ति, सन्नी अस्ति, तदेव निमित्तं वर्तते इति नागेशस्य मतं. तर्हि यत् कैयट्टस्य यत् चिन्तनम् आसीत् तत् दोषाय इति नागेशः वदति. नागेशस्य एव यत् मतमस्ति तत्तु पूर्वं भाष्यकारस्यापि मतमेव, नागेशस्यापि मतम् इति अस्ति. तर्हि तदेव अस्माभिः अधुना आधुनिककाले अस्माभिः स्वीक्रियते. यत्र बाध्यबाधकभावः इति वयं चिन्तयामः तस्मिन् समये वयम् अर्थं वा अत्र इति सर्व असंज्ञा वा अस्ति तत्तु अस्माभिः पृथक्तया केवलं विशेषणत्वेन स्वीक्रियते, किन्तु निमित्तत्वेन न स्वीक्रियते. अन्तरङ्गस्य विषये अपि नागेशः द्वयोर् प्रसङ्गः न स्वीकरणीयम्. नागेशस्य मतं स्वीकरणीयं, नागेशः तु नवीनवैयाकरणः अस्ति. पुरातन आम् पूर्वक पूर्वस्मिन् काले आसीत् तर्हि तस्य मतं दोषः नागेशस्य यत् मतमस्ति तदेव अस्माभिः स्वीकारयन्ति. नागेशः इति संज्ञानशब्दः, संज्ञानशब्दः स संज्ञाननिमित्तं, कय्यतः भवति अर्थं निमित्तम्. नागेशः भवति अर्थं वा संज्ञा वा भवतु विशेषणमस्ति तद् न स्वीकरणीयमिति. कयटस्य मतेन अर्थमपि निमित्तं, संज्ञापि निमित्तं, संज्ञी अपि निमित्तं, तर्हि तस्य सर्वस्य सर्वेषामपि गणनं कुर्वति स्म. गणनं कुर्वन् आसीत् किन्तु नागेशः भवति तत् मास्तु, केवलं संज्ञी अस्ति तस्य एव वयं निमित्तम् इति स्वीकरणीयम्, अस्माभिः इति स्वीकरणीयं, संज्ञा वा अर्थं वा तत्तु विशेषणत्वेन एव स्वीकरणीयम् इति. अवगतं खलु? अवगतं भगिनि. अस्तु अग्रे सारयेम. मल्लर् भगिनी पठति खलु. ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तत् अन्तरङ्गं. तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गं, तत् अन्तर् किमर्थं संशयः भगिनि, किमर्थं तत् अन्तरङ्गं शब्दरूपनिमित्तं? शब्दरूपनिमित्तं पुनः पठामि. तर्हि ततः परं नागेश क्षम्यतां मलर् भगिनी पठती आसीत्, पठती आसीत् खलु. पूरयतु भगिनि, पूरयतु भगिन्याः यत् स्ववाक्ये वदतु, स्पष्टीकरोतु. अत्र नागेशस्य मतम् एव भाष्यकारः अपि स्वीकरोति, करोति. शब्दम् एव ग्राह्यं, न तु अर्थः, न संज्ञा इत्यादि. अत्र यस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तत् अन्तरङ्गं, तादृशनिमित्तानां समुदाये अन्तर्भवति. शब्दरूपनिमित्तानां समुदाये अन्तर्भूतः निमित्तः एव अन्तरङ्गम् इति वा अवगतं खलु. तर्हि किम् इत्युक्ते नागेशः तु नूतनवैयाकरणः अस्ति, पाणिनिः पूर्वम् आसीत् अनन्तरं भाष्यकारः आगतः खलु. पाणिनिः भाष्यकारः तस्मिन्नेव समये कयाटः प्रायः आसीत् इति, कयटः आसीत् इति मन्ये. अनन्तरं नागेशः तु नूतनवैयाकरणः अस्ति. नागेशस्य मतं यत् अस्ति, नूतनवैयाकरणस्य मतं तु पूर्वं यत् भाष्यकारस्य मतम् आसीत् तदेव मतमस्ति. इत्युक्ते तदेव अस्माभिः अपि स्वीक्रियते अधुना आधुनिककाले. कयटस्य मतं दोषाय इति सर्वे वदन्ति. कयटः एकः वैयाकरणः आसीत्, तस्य मतं वयं न स्वीकुर्मः. इत्युक्ते नागेशः किं वदति, यत्र वयम् अन्तरङ्गस्य विषये वदामः, अस्माकं तु अन्तरङ्गस्य अस्माकं तु अवगमनं किम् अस्ति, अन्तरङ्गस्य कृते वाक्यं किम् अस्ति, अन्तरङ्गम् इत्युक्ते किं, तादृश निमित्तानां समुदाये यस्य अन्तर्भावः वर्तते, यस्य सूत्रस्य अन्तर्भावः वर्तते तदेव अन्तरङ्गम् इति. बहिर्भूतं यत् अस्ति तत्तु बहिरङ्गम् इति. तर्हि वयं यत्र निमित्तानां मध्ये इति वयं स्वीकुर्मः, निमित्तानां गणनं भवतु वा स्थानं भवतु वा, तत्तु बहुविधमस्ति. यत्र वयम् अन्तरङ्गं यत् निमित्तानां समुदाये अन्तर्भावः इति वदामः, तत् अन्तर्भावः इत्युक्ते किं पृच्छामः चेत् तत्तु बहुविधमस्ति. प्रायः गणनं स्यात्, नो चेत् अन्य किमपि रीत्या स्यात्. किन्तु वयं निमित्तम् इति यत् अस्ति, निमित्तम् इत्युक्ते संज्ञा वा अर्थं वा मास्तु, केवलं शब्दकृतनिमित्तमेव तत्र स्वीकरणीयम् इति नागेशस्य मतं, तदेव अस्माभिः अपि अग्रे स्वीक्रियते. अवगतं किम्? एतावत्पर्यन्तम् अन्तरङ्गम् इति केवलं गणनम् इति भवतु इति अस्माभिः चर्चितं निमित्तानां गणनं यत् अन्तरं न्यूनमस्ति चेत् तदन्तरङ्गम् इति अस्माभिः दृष्टम्। अग्रे अपि अन्यदपि आयाति, बहुविधम् अस्ति तत्र, किन्तु अन्तर्भावः इत्युक्ते प्रायः किं सङ्ख्या न्यूनं बहुविध बहुनिमित्तानि सन्ति, न्यूननिमित्तानि इति स्वीकर्तुं शक्यते। सम्यक् न श्रूयते मल्लर् भगिनी, भगिनी श्रोतुं शक्नोति किल? मीना भगिनी, इण्टर्नेट् इण्टर्नेट् कनेक्षन् कृपया पश्यतु भगिनी, प्रायः गृहे कोऽपि अधुना डौन्लोड् करो, गृहे प्रायः अन्यः डौन्लोड् करोति चेत् तथा भवति, गृहे बालकः वा चलनचित्रम् इण्टर्नेट् मध्ये पश्यति चेत् नो चेत् डौन्लोड् करोति चेत् एतादृशक्लेशः भवति, तर्हि वर्गस्य समये डौन्लोड् किमपि मास्तु इति अन्यान् वदतु। तदेव भगिनि, वर्गस्य समये डौन्लोड् किमपि मास्तु इति गृहे सर्वान् वदतु इति। अधुना श्रूयते किं भगिनि? सङ्ख्या न, दूरवाणी आगन्तुं न शक्यते किं भगिनि? तद् प्रयत्नं करोतु दूरवाणी आगन्तुम्। अग्रे गत्वा तथा आगच्छतु, सङ्ख्या नोदयित्वा आगच्छतु, कम्प्यूटर् माध्यमेन मास्तु, सङ्ख्या नोदयित्वा दूरवाण्या प्रयत्नं करोतु, पश्यामः। अस्तु, अवगतं खलु मीना भगिनी, अवगतं किं? यत्र वयं निमित्तम् इति स्वीकुर्मः अन्तरङ्गस्य विषये, तत्र संज्ञा वा अर्थं वा मास्तु इति उक्तं, तदेव तावदेव। अस्तु, अग्रे पठतु मलर् भगिनी, एव अग्रिमपङ्क्तिमपि पठतु भगिनि। एतादुदाहरणेन उपरि शिवयोगः न इति स्थितौ संज्ञाकृतनिमित्तिकगणने परिशीलनं न शक्यम्। अग्रे नागेशः वदति यत् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा शोः शूड् अनुनासिके च नित्यशास्त्रं, यतोहि तस्य शिवयोगः न इति स्थितौ अपि प्रसक्तिः, उगन्तलघुपदस्य च इत्यनेन गुणं कृत्वा अपि सेवयोगः न इति स्थितौ अपि शोः शूड् अनुनासिके च इत्यस्य प्रसक्तिः, किन्तु प्रथमं शोः शूड् अनुनासिके च भवति चेत् तदनन्तरं पुगन्तरघुपदस्य च भवति न वा इति अग्रे द्रष्टव्यम्। अत्र उदाहरण उपरि उदाहरणे शिवयोगः न इति स्थितौ, यदि वयं संज्ञानिमित्तिकत्वगणने संज्ञानिमित्तिकं न पश्यामः। नागेशः वदति एतत् नित्यसूत्रं कृत अकृतप्रसङ्गे यदि विधिः भवति तत् नित्यम्, अतः शोः सुवर्णासिके च इति नित्यसूत्रम् अस्ति, यतोहि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति अपि शोः सुरनुनासिके च इति सूत्रं नित्यसूत्रम् अस्ति, अतः तस्य प्रसक्तिः अस्ति इति वदति। तदनन्तरं सुरनुनास् प्रथमं शूड् अनुनासिके च भवति चेत् तदनन्तरं पुगन्तलघुपदस्य इति न भवति इति उक्तं, न भवति वा इति द्रष्टव्यं, भवति वा इति द्रष्टुम् अस्माकम् अन्तरङ्गं भिन्नसूत्रद्वयस्य प्रवृत्तिः भवति, तर्हि अन्तरङ्गस्य वादः आयाति, तर्हि तदर्थमेव एतावत्पर्यन्तम् अन्तरङ्गम् इति अस्माभिः दृष्टं। किम् इत्युक्ते शिवयोगः न इति स्थितौ सूत्रद्वयस्य प्रसक्तिः, पुगन्तलघुवदस्य च इति कार्यं करोति चेत् सेव् योगः न इति आगच्छति. तस्मिन् समये किं भव अनन्तरमपि सोः षूडनु प्रसक्तिः अस्ति. किन्तु विपरीतप्रेमः पश्यामः, प्रथमं श्वः षोडनुनासिकेत इति कार्यं करोति चेत् मकारस्य स्थाने उकारः इत्यस्य आगच्छति वा इति द्रष्टव्यं. तत्तु अग्रे कार्यं, अग्रे तादृशश्च अग्रे आयाति. भगिनि भगिनि एतत् चर्चा पूर्वमेव अभवत्. पूर्वम् अभवत् तदर्थमेव तत्र अग्रे सोपानमस्ति. तत्र तु अन्तरङ्गम् इति विषयः आयाति. इदानीमेव एतावत्पर्यन्तं केवलम् अन्तरङ्गं किम् इति पूर्णतया एकवारम् अवलोकितम्. अग्रे गत्वा वयम् एकं सूत्रम् आधारीकृत्य चर्चा भवति अन्तरङ्गस्य विषये. अस्मिन् स्थितौ पुगन्तलघुपस्य च अनन्तरं इको यणसि इति द्वयोः प्रसक्तिः वर्तते. तर्हि पुगन्तलघुपदस्य च भवति वा इत्येव प्रश्नः अग्रे, यदि वयं श्वः षोडनुनासिके च इति कार्यं करोति चेत्. किन्तु किं भवति इत्युक्ते श्वः षोडनुनासिके च प्रथमं कार्यं करोति चेत् अग्रे तु पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते इको यणसि इति अन्तरङ्गसूत्रं भवति इति कृत्वा शोः षोडनुनासिके चेत् एव नित्यसूत्रम् इति वादः. अस्तु, दीर्घा चर्चा अस्ति भगिनी. भिन्नभिन्नरीत्या चिन्तयित्वा भिन्नभिन्नवादः आयाति सर्वेषामपि जनानाम् इति कृत्वा तत् सर्वम् अवलोक्य वयम् अग्रे गच्छेम. इदानीं शूड् अनुनासिके च इति नित्यशास्त्रमिति वदामः इति इति इति अस्माभिः तदेव वादः तदेव अस्तु. अन्तरङ्गं तदपि बलवत् इत्यनेन पुनः अवलोकनीयम्. आम् आम्, सूत्रम् आधारीकृत्य पश्यामः अग्रे. कार्यम् एकं कार्यम् आधारीकृत्य शिवयोगः न इति कार्यम् आधारीकृत्य अन्तरङ्गस्य विषये कानि कानि सूत्राणि आयाति, किमर्थम् अन्तरङ्गम् इति तादृशचर्चा. अस्तु, तर्हि विरमामः. किं समयः अतीतः, अग्रिमसप्ताहे पश्यामः. धन्यवादः, धन्यवादः भगिनी, शुभरात्रिः भवतां कृते. आं धन्यवादः.